पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 54 व्यास उवाच वेदं वेदौ तथा वेदान्वेदाङ्गानि तथा द्विजाः अधीत्य चाधिगम्यार्थं तदस्नायाद्विजोत्तमः गुरवे दुधनं दत्त्वा स्नायीद तदनुज्ञया तीर्णव्रतोऽध युक्तात्मा शक्तो वा स्नातुमर्हति वैणवीं धारयेद्यष्टमन्तर्वासस्तथोत्तरं यज्ञोपवीदद्विदयं सोतकं च कमण्डलुं छत्रं चोष्णीषममलम् पादुके चाप्युपानहौ रौक्मे च कुण्डले धार्ये कृतकेशनखशुचिः अन्यत्र काञ्चनाद्विप्रो नरक्तां बिभ्रयास्रजं शुक्लां भरधरो नित्यं सुगन्धप्रियदर्शनः न जीर्णमलवद्वासा भवेद्वै विभवे सदि नरक्तमुल्बणं चान्यधृतं वा सो न कुण्डलं नोपानहौस्रजं चाध पादुके च प्रयोजयेद उपवीतमलङ्कारं दर्शयन् कृष्णमाजिनम् नापसव्यं परीदध्याद्वासो न विकृतं वसेद आहरे द्विधिवद्धारान् सदृशानात्मनशुभान् रूपलक्षणसंयुक्तान्योनिदोषविवर्जयन् अपि दृगोत्रज भवामन्यमानुषगोत्रजाम् आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्वितां ऋतुकालाभिगामी स्याद्यावत्पुत्रोऽभिजायते वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु षष्ट्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीं ब्रह्मचारी भवेन्नित्यम् तद्वज्जन्मत्रयाहनि अदधीद विवाहाग्निं जुहुयाज्जादवेदसं येदानि स्नातको नित्यं पावनानि च पावयेद वेदोदिदं स्वकं कर्म नित्यं कुर्याददन्त्रिदः अकुर्वाणः पदत्याशु नरकानदिभीषणान् अभ्यस्येत्प्रयतो वेदं महायज्ञान्नहापयेद् कुर्याद्गृह्याणि कार्याणि सन्ध्योपासनमेव च सख्यं समाधिकैकुर्यादुपेयादीश्वरं सदा दैवतान्यभिगच्छेद कुर्याद्भार्याभिपोषणम् न धर्मं ख्याभयेद्विद्वान्न पापं गूहयेदपि कुर्वेदात्महितं नित्यं सर्वभूतानुकम्पकः वयस कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च देशवाग्बुद्धिसारूप्यमाचरन्विचरेत् सदा श्रुतिस्मृत्युदिदं सम्यक् साधुभिर्यश्च सेवितः तमाचारं निषेवेदनेहे तान्यत्र कर्षिचिद येनास्य पितरो यादा येन यादाः पितामहाः तेन यायाः सदा मार्गं तेन गच्छन्न दुष्यति नित्यं स्वाध्यायशीलस्यान्नित्यं यज्ञोपवीतवान् सत्यवादी जिदक्रोधो लोभमोहविवर्जितः सावित्री जापनिरतश्राद्धकृन्मुच्यते गृही मातापित्रोर्हिते युक्तो ब्राह्मणस्य हिते रतः दादा यज्वा देवभक्तो ब्रह्मलोके महीयते त्रिवर्गसेवी सततं देवानां च समर्चनं कुर्यादहरहर्नित्यं नमस्येत्प्रयदसुरान् विभागशीलः सततं क्षमायुक्तो दयालुकः गृहस्थस्तु समाख्यादो न गृहेण गृही भवेद् क्षमा दया च विज्ञानं सत्यं चैव दमशमः अध्यात्मनित्यदा ज्ञानमेतद्ब्राह्मणलक्षणम् यदस्मान्न प्रमाद्येद विशेषेण द्विजोत्तमः यथाशक्ति चरन्धर्मं निन्दितानि विवर्जयेद् विधूय मोहकलिलं लब्ध्वा योगमनुत्तमं गृहस्थो मुच्यते बन्धान्नात्र कार्याविचारणा विगर्हितजयक्षेपहिंसा बन्धवधात्मनाम् अनुमन्युसमुद्धानां दोषाणां मर्षणं क्षमा स्वदुःखेष्वेव कारुण्यं परदुःखेषु सौहृदं दयेदि मुनयः प्राहुः साक्षाद्धर्मस्य साधनं चतुर्दशानां विद्यानां धारणा हि परार्थदः विज्ञानमिति तद्विद्याद्येन धर्मो विवर्धते अधीत्य विधिवद्विद्यामर्थं चैवोपलभ्यते धर्मकार्याणि कुर्वीदह्येदद्विज्ञानमुच्यते सत्येन लोकं जयति सत्यं तत्परमं पदं यथा भूताप्रमादं तु सत्यमाहुर्मनीषिणः दमशरीरोपरदिशमः प्रज्ञा प्रसादः अध्यात्ममक्षरं विद्या यत्र गत्वा न शोचति यया स देवो भगवान् विद्यया विद्यते परः साक्षादेव हृषिकेश तज्ज्ञानमिति कीर्तितं तन्निष्ठस्तत्परो विद्वान्नित्यमक्रो धनशुचिः महायज्ञपरो विप्रो लभते तदनुत्तमम् धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् न हि देहं विना विष्णुपुरुषैर्विद्यते परः नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः न धर्मवर्जितं काममर्थं वा मनसा स्मरेद सीतन्नपि हि धर्मेण न त्वधर्मं समाचरेत् धर्मो हि भगवान् देवो गति सर्वेषु जन्तुषु भूतानां प्रियकारी स्यान्नपरद्रोहकर्मधीः न वेद देवता निन्दां कुर्यात्तैश्चन संवसेद यस्त्विमं नियदो मर्त्यो धर्माध्यायं पठेच्छुचिः अध्यापये श्रावयेद्वा ब्रह्मलोके महीयदे इति श्रीपद्मे महापुराणे स्वर्गखण्डे चतुःपञ्चाशत्तमोऽध्यायः ॐ